वेदपृथक्त्वयोः वैलक्षण्यम् इत्यस्मिन् विषये समग्रचिन्तनं प्रवर्तमानमस्ति। अधुना करपत्रं समापयित्वा वयं पुस्तकं पठन्तः स्मः। तत्र षण्णवतितमे पुटे भेदस्य पृथक्त्वस्य च को विशेषः इति आरम्भे प्राचीननायायिकानां मतम् अत्र उपस्थापितम् अस्ति षण्णवतितमे पुटे। तस्य विषये सब्यसाची महोदय किञ्चित् वदति वा? सारांशरूपेण अपि च एकनिमिषः मध्ये अत्र प्रथमे पश्यामः मतं किम् अस्ति। तर्हि प्रथमं ते वदन्ति भेदविषये, भेदविषये उदाहरणरीत्या प्रतीति स्वीकृत्य वक्तुं शक्नुमः। प्रतीतिः भेदविषये भवति घटः पटौ न अथवा घटः पटात् भिन्नः, एवं प्रतीतिः भेदस्थले भवति। भेदः इत्युक्ते भेदस्य प्रकारः कः इत्युक्ते भेदः इति अन्योन्य अभावः, एवम् अन्योन्य अभावः इति तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिताकाभावरूपम् इति अन्योन्यभावः अथवा भेदः तथा अस्ति। अत्र भेदः सर्वपदार्थवृत्ति इत्युक्ते अन्योन्यभावः कुत्र भवति इत्युक्ते सर्वपदार्थे भेदः भवति, अतः भेदस्य भेदे सर्वपदार्थवृत्तिः इति वक्तुं शक्नुमः। तदनन्तरं यथा घटः अन्य प्रतीतिः अपि भिन्नभिन्नप्रतीतिः अपि कर्तुम् इति वक्तुं शक्नुमः इति रूपं न घटः अत्र इत्युक्ते घटभेदस्य रूपवृत्तित्वम् अस्ति। तदाधारेण अन्यत् उदाहरणम् अस्ति उत्क्षेपणं न पटः, घटत्वं पटत्वात् भिन्नम् इत्युक्ते सर्वत्र भिन्नः आगच्छति, तत्र प्रतियोगिता अस्ति एवम् अनियोगिता अस्ति। तदाधारेण समवायः न संयोगः, घटाभावो न पटाभावः इति बहवः उदाहरणानि अत्र दत्तमस्ति इति भेदविषये प्राचीनन्यायिकानां वदन्ति। अस्तु, समीचीनं। यथा महोदयेन उक्तं, भेदः इति पदार्थः सर्वत्र अस्मिन् पुटे प्रथमे परिच्छेदे उदाहरणानि दत्तानि। उत्क्षेपणं न पटः इत्युक्ते किं? पटभेदः उत्क्षेपणक्रियायाम्, अतः भेदः क्रियायामपि अस्ति। घटत्वं पटत्वात् भिन्नम् इत्युक्ते पटत्वभेदः घटत्वे इति। तर्हि घटत्वं पटत्वम् इति जातयः, तर्हि अथवा सामान्यं, तर्हि जातौ अपि भेदः वर्तते इति कृत्वा भेदः सर्वत्र वर्तते। अपि महोदयेन उक्तमासीत् यत् भेदः तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताक अभावरूपमिति, तस्य अर्थः कः इति किञ्चित् वदति वा महोदय? भेदः जगति कुत्र कुत्र वर्तते? आं भगिनि, म्यूट् मध्ये अस्ति। अस्तु, भेदः जगति कुत्र कुत्र वर्तते इति प्रश्नः अस्ति चेत् स्वं विहाय जगति सर्वत्र वर्तते इत्येव विचारः उच्यता। इत्युक्ते तादात्म्यसम्बन्धावच्छिन्न, तत्र स्वं विहाय इत्युक्ते सर्वपदार्थः तादात्म्यसम्बन्धेन स्वस्मिन् भवन्ति, तर्हि लिखितमस्ति तादात्म्यसम्बन्धावच्छिन्न एवं प्रतियोगिताकभावरूपम् इत्युक्ते घटः पटात् भिन्नः प्रतीतिः अस्ति चेत् पटभेदः घटे अस्ति, पटः इति प्रतियोगी, घटः इति अनियोगी अस्ति. समीचीनं. स्वं विहाय जगति सर्वत्र इति प्रत्ययः केवलं भेदस्थले जायते. भेदस्य तादृशः आकारः भवति तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकः. यत्र तादात्म्यम् इति भवति चेत् स्वस्मिन् अथवा स्वम् इति आगच्छति. तर्हि स्वं विहाय जगति सर्वत्र भवति इति प्रत्ययः भेदस्य एव भवति. परन्तु पृथक्त्वस्य कीदृशी स्थितिः इति सन्ध्या भगिनी वदति वा किञ्चित्? अथवा प्रयत्नं करोतु, नो चेत् सहायं कुर्मः, यतो हि भवती नासीत् इति. पृथक्त्वं तु यथा भेदः सर्व पदार्थेषु अस्ति तथा नास्ति, केवलं द्रव्येषु एव वर्तते. तत्र सर्वपदार्थवृत्तिः इति नास्ति, यतोहि तद् गुणमस्ति, गुणत्वात् तत्र केवलं द्रव्यमात्र वृत्तित्वम् अस्ति पृथक्त्वस्य इति स्थितिः अस्ति पृथक्त्वस्य. इतोपि किमपि वक्तव्यं वा भगिनि? हा, समीचीनं भगिनि. पृथक्त्वं तथा अस्ति, अपि च अत्र एकं वाक्यमस्ति, गुणादिसमवायिकारणता द्रव्ये एव भवति, अकारणे गुणे कथं पृथक्त्वं रूपं कर्मम् उत्पद्येत इति. तस्य वाक्यस्य वाक्ययोः आशयः कः इति किञ्चित् जयन्ती भगिनी वदति वा? आं भगिनि, गुणादिसमवायिकारणता द्रव्ये एव भवति इति प्राग् उक्तम्. अत्र द्रव्ये उत्पन्नं गुणं द्रव्यस्य कार्यं भवति, द्रव्यं गुणस्य कारणम् अस्ति, समवायिकारणम् अस्ति, येन गुणम् उत्पद्यते द्रव्ये. अकारणे गुणे कथम्? अत्र पृथक्त्वं गुणे कथं भवितुम् अर्हति इत्यस्य प्रश्नं प्रति उत्तरम् अस्ति. अकारणे गुणे इत्युक्ते गुणं कथं कारणं भवितुम् अर्हति पृथक्त्वम् इति जनकं प्रति, जन्यं प्रति गुणं कथं कारणं भवितुम् अर्हति. अतः रूपं रसात् पृथक् इति वदनेन रसपृथक्त्वं रूपे अस्ति इति भाति. परन्तु रूपम् इति गुणः अस्ति, तर्हि गुणे कथं पृथक्त्वरूपं भवितुम् अर्हति? पृथक्त्वम् इति पदार्थः कथं गुणे भवितुम् अर्हति? यतोहि गुणं कदापि अन्यत् गुणं जनयितुं कारणं न भवेत् इत्येव. समीचीनं. हा भगिनि, सम्यक् अस्ति. तर्हि इदानीं यथा भगिन्या उक्तं, तत्र रूपं घटात् पृथक् इति उदाहरणेन किम् अवगाहते इत्युक्ते, यद्यपि पृथक् इति अस्ति शब्दप्रयोगे, तथापि रूपं घटात् पृथक् इत्यनेन घटभेदः रूपे अस्ति इति ज्ञानम् उत्पद्यते श्रोतुः मनसि इति वार्ता अस्ति. यतोहि अकारणे गुणे नाम गुणः अपरस्य गुणस्य कारणं न भवितुमर्हति, अतः रूपं पृथक्त्वस्य कारणं न भवितुमर्हति इति कृत्वा तत्र यत्र गुणः आगच्छति तत्र भेदः एव, गुणस्य विषये भेदः एव अवगाहते इति उक्तम्. अतः भेदः इति सर्वपदार्थवृत्तिः, नाम गुणे अपि अस्ति, क्रियायामपि अस्ति, सर्वत्र अस्ति. परन्तु पृथक्त्वं तादृशः पदार्थः नास्ति, अतिरिक्तः गुणः इति. अपि च किञ्चित् वाक्यस्तरे परिशीलनं कुर्मः. सावित्री भगिनी, कस्यचित् गुणे जायमानोऽपि इति वाक्यं पठित्वा किञ्चित् प्रतिपादयति वा? श्रूयते वा भगिनि? श्रूयते. कस्यचित् गुणे जायमानोऽपि रूपं घटात् पृथक् इति प्रत्ययः न पृथक्त्वरूपं गुणम् अवगाहते, किन्तु घटभेदमेव रूपनिष्ठम्. अत्र यथा महोदयेन उक्तं वर्गे, रूपं घटात् पृथक् इति प्रत्ययः अस्ति, तदेव कर्तृपदमस्ति. अत्र प्रत्ययः पृथक् रूपं गुणं न अवगाहते, परन्तु तत्र भेदः एव सम्यक् अस्ति, घटभेदमेव रूपनिष्ठं. यथा भगिनी इदानीमेव उक्तवती, गुणे गुणः न भवितुम् अर्हति, यतोहि प्रत्ययः वदति रूपं घटात् पृथक्. तत् सम्यक् प्रयोगः नास्ति तत्र. पृथक्त्वं पृथक् रूपं न अवगाहते तत्र, तत्र प्रसक्तिर्नास्ति तत्र. परन्तु भेदः एव रूपनिष्ठं, भेदः यत् सर्वत्र भवितुम् अर्हति. अत्र कर्तृपदं तु उक्तं भवत्या, प्रत्ययः इति कर्तृपदं, क्रियापदं किं, कर्मपदं किम् इति किञ्चित् अवगाहते इति क्रियापदं, पृथक्त्वरूपं न अवगाहते, पृथक्त्वरूपम् इति कर्मपदं भवतु, घटभेदमेव रूपनिष्ठं, तत्रापि क्रियापदं नास्ति, परन्तु घटभेदमेव रूपनिष्ठम् अस्ति इति वक्तुं शक्नुमः. अवगाहते इति क्रियापदम् अस्ति. अवगाहते इति क्रियापदम् अत्र अध्यारोपितं भवति. रूपं घटात् पृथक् इति प्रत्ययः पृथक्त्वरूपं गुणम् अवगाहते, न पृथक्त्वरूपं गुणम् अवगाहते, किन्तु घटभेदमेव रूपनिष्ठम् अवगाहते इति स्यात्. अस्तु, समीचीनं. तर्हि एतत् सर्वं प्राचीनानां मतमासीत्, भेदः सर्वपदार्थवृत्तिः, अन्यतमः पदार्थः पृथक्त्वम् इति गुणः, द्रव्यमात्रवृत्तिः केवलं द्रव्ये अस्ति, द्रव्यभिन्नेषु स्थलेषु नास्ति इति प्राचीनानां मतमासीत्. इदानीं नव्यनैयायिकानां मतमस्ति, सप्तनवतितमे पुटे, भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः इत्यस्मिन् भागे परिच्छेदद्वयम् अपि नव्यानां मतम्. तत्र अन्येन केनापि आगतं वा मध्ये? अजितः, लक्ष्मी भगिनी, अजितः महोदय. अस्तु, तर्हि वर्धिनी भगिनी किञ्चित् प्रयत्नं करोति वा तत्र नव्यानां मतं किम् आसीत् इति? नवीन सिद्धान्तः भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः. भेदेन सर्वपदार्थपदार्थेषु निर्वाहः, एतावत् पूर्वोक्ताः प्रत्ययाः पृथक्त्वा अवगाहित्वेन उपन्यस्तः तेषां हि भेदः एव विषयः. न च विनिगमनविरहः, रूपादौ रसादिप्रतियोगिकभेदस्य उभयवादिसिद्धस्य क्लुप्तत्वात्. अपि च गुणे गुणानाङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतेः अनिर्वाहात्. Your phone is ringing. क्षम्यताम्. Yeah, you must have left down and the phone problem. Sarla bagini va? कस्यचित् ध्वनिः श्रूयते अपरवार्तालापम्. आं भगिनि, आं सरला भगिनि. आं भगिनि, हा अस्तु. तर्हि यद् वर्धिनी भगिन्या पठितम् इदानीं तत् किञ्चित् प्रतिपादयितुम् इच्छति वा? भेदः एव पृथक्त्वम् अस्ति. एतत् नवी नव्यनयिकानां मतमस्ति. पृथक्त्वं यदि व्याकरणरीत्या वयं वदामः, पृथक्त्वस्थले घटभेदः घटात् अन्यपटः वा पटः भिन्न. भगिनी, वयं तत्र न स्मः. प्रथमपरिच्छेदं यद् वर्धिनी भगिन्या पठितं तस्य सारांशः कः? नव्याः वदन्ति भेदः एव पृथक्त्वम् इति नव्याः वदन्ति. तत्तु सत्यं. किमर्थं तथा वदन्ति? केन आधारेण तथा वदन्ति इति? भेदगुण अस्ति, क्षम्यतां, पृथक्त्वं गुण अस्ति. गुणे गुण न भवितुं शक्नोति. तत् रूपादौ रसादि प्रतियोगिका भेद. सो यदि रूपः रस रसाद् भिन्न, एतत् प्रति वाक्ये भेद एव विषयः न तु पृथक्त्वं. यत्र गुणः आगच्छति यथा रूपं न रसः, अथवा रूप पृथक् इत्यपि स्थापयति चेत् रूपं घटात् पृथक् इति, यत्र कुत्रापि एकं रूपम् अपरं रूपम् अथवा एकं रूपम् अपरः पदार्थः इति आगच्छति तस्मिन् प्रत्यये भेदः एव विषयः. अतः एव उक्तं ये तावत् पूर्वोक्ताः प्रत्ययाः पृथक्त्वावगाहित्वेन उपन्यस्ताः तेषां भेदः एव विषयः. किमर्थं तथा? रूपादौ रसादिप्रतियोगिकभेदस्य उभयवादिसिद्धस्य कृतत्वात् इति प्रथमकारणम्. उभयवादिभिः तत्र अङ्गीकृतमस्ति. रूपादौ रसादिप्रतियोगिताभेदः अस्ति, नाम गुणेषु भेदः अस्ति इति उभाभ्याम् अङ्गीकृतं तदर्थम् इति प्रथमकारणं. तदनन्तरं गुणे गुणानङ्गीकारात् इति द्वितीयं कारणं. तस्मात् पृथक्त्वावगाहित्वेन ये ये प्रत्ययाः आसन् तेषु सर्वेषु भेदः एव विषयः. भेदेन सर्वत्र निर्वाहः भवति इति नव्यनयायिकाः वदन्ति. तर्हि पृथक्त्वम् इति किमर्थम् अपरः गुणः स्यात् इति तेषां मतम् अस्तु. इतः अग्रे किञ्चित् भेदस्थले अपि च पृथक्त्वस्थले वाक्यस्य आकारः भिन्नः अस्ति, अथवा वाक्यस्य शैली शब्दप्रयोगः भिन्नः अस्ति. तस्य विषये नवीनाः किं वदन्ति इति कोऽपि वक्तुमिच्छति वा? अजितमहोदय प्रयत्नं करोति किम्? अस्तु, सदेसाची महोदय. भगिनी, अत्र अत्र किम् अस्ति इत्युक्ते भेदस्थले घटः पटात् भिन्नः इति पश्यामः चेत् पटः पटभेदः घटे अस्ति. पटः प्रतियोगी, घटः अनियोगी. अत्र प्रतियोगी अनियोगी वाचकपदयोः प्रथमा विभक्ति अस्ति. परन्तु पृथक्त्वस्थले किम् अस्ति, घटः पटात् पृथक् इति वदामः चेत् तत्र पटः इति अवधिः अस्ति, घटः पटात् पृथक् वदामः चेत् पटः अवधिः अस्ति, तर्हि अवधिवाचकपदात् पञ्चमी विभक्ति, एवम् आश्रयवाचकपदः घटः अस्ति, एवं घटस्य प्रथमा विभक्ति इति अस्ति। तर्हि नवीननायकानां वदन्ति इति रूपभेदेन अर्थभेदः न भवति, इत्युक्ते अत्र विभक्तिभेदेन अर्थभेदः इति न भवति, तर्हि केवलं भिन्नरीत्या दर्शयति, भिन्नरीत्या दर्शयति चेत् पृथक् पृथक्त्वम् एवं भेदः भिन्नः तथा न वक्तुं शक्नुमः, केवलं विभक्तिभेदेन अथवा रूपभेदेन इति न वक्तुं शक्नुमः इति ते वदन्ति। तदनन्तरम् अपि वदन्ति पदभेदस्य अर्थभेदः अप्रयोजकत्वाच्च, इत्युक्ते अत्र ते वदन्ति अत्र पश्यामः चेत् क्री धातु एवं यत् इति धातु अस्ति, कृ इति सकर्मक अस्ति, अत्र कर्मपदम् आवश्यकम् अस्ति, परन्तु यत् अकर्मक इति अस्ति तत्र कर्मपदं न आवश्यकम् अस्ति, इत्युक्ते तदाधारेण अपि वयं न वक्तुं शक्नुमः, अर्थं तु समानमेव अस्ति, अकर्मकसकर्मकत्वेन इति अर्थभेदः न भवति इति ते वदन्ति, पृथक्त्वम् एवं भेदः भिन्नं नास्ति, समानमेव। तर्हि भिन्नभिन्न उदाहरणानि दत्वा वदन्ति, वाक्यशैलीं दृष्ट्वा वाक्यस्य सिद्ध्यर्थं ये व्याकरणस्य अंशाः भिद्यन्ते तद्दृष्ट्वा भेदः भिन्नः, पृथक्त्वं भिन्नम् इति न वक्तुं शक्यते इति उक्त्वा यथा महोदयेन उक्तं पदभेदेन अर्थभेदः न सिद्ध्यति इति प्रदर्शयन्ति, क्रियः अपि च यत् धातोः उदाहरणं दत्वा। अस्तु, अत्र इतोपि किञ्चित् परिशीलयामः, अत्र घटात् अन्यः पटः, भिन्नः पटः इत्यादि प्रयोगनिर्वाहाय नैपदसमभिव्यवहारे एव तादृशविभक्तिनियमस्य उपयोगः। हरि ओम्, रक्षा भगिनी अस्ति वा? अस्मि अस्मि, श्रूयते वा? अस्तु, हा, तर्हि अत्र पञ्चमी विभक्ति विभक्त्यन्तम् अस्ति उपयोगात् इति, इत्युक्ते कारणपञ्चमी, तर्हि तस्य अन्वयः कुत्र अस्ति इति किञ्चित् वदति वा सावित्री भगिनी? आं भगिनि, घटात् अन्यः पटः, भिन्नः पटः इत्यादि प्रयोगनिर्वाहाय नञ्पदसमभिव्याहारे एव तादृशविभक्तिनियमस्य उपयोगात्, तत्र अन्वयः अस्ति तत्तु प्रक्रियामात्रम्, इत्युक्ते यत्र विभक्तिनियमाः सन्ति कस्य प्रयोगस्य कुत्र भवतु इति, तत्तु प्रक्रियामात्रमेव, अर्थभेदः नास्ति इति सारांशः वाक्यस्य। इतोपि वक्तव्यं वा भगिनि? हा, तथा तावदेव अस्ति भगिनि। घटः नञ्पदसमभिव्यवहारे इत्युक्ते नञ्पदव्यवहारे घटः पटात् घटः पटो न अथवा पटः वृक्षः न इति, यत्र नञ्पदसमभिव्यवहारे नञ्पदस्य व्यवहारः अस्ति तदेव वाक्यं घटात् अन्यः पटः अथवा घटात् भिन्नः पटः इत्यनेन उक्तं। तर्हि अत्रापि पञ्चमी विभक्ति प्रथमा विभक्ति आगतं खलु, तर्हि भेदः कुत्र अस्ति? कुत्रापि नास्ति, पृथक्त्वस्थले एव पञ्चमी, भेदस्थले पञ्चमी नास्ति इति वदनं दोषयुक्तम् अस्ति इति तेषां कथनस्य आशयः। तदर्थं ते वदन्ति नैपदसमभिव्याहारे एव तादृशविभक्तिनियमस्य उपयोगात् तत्तु प्रक्रियामात्रम् इति पूर्वस्मिन् वाक्ये अस्ति तस्य अन्वयः. तत्तु प्रक्रियामात्रम् इत्युक्ते वाक्यस्य निर्माणार्थम् एव तादृशविभक्तिप्रयोगः. नो चेत् तस्य अर्थभेदं दर्शयितुं तस्य प्रयोजनं किमपि नास्ति इति. अस्तु, तर्हि आहत्य प्राचीनाः वदन्ति भेदः सर्वपदार्थवृत्तिः अन्यतमः पदार्थः, पृथक्त्वम् इति गुणः नवद्रव्यवृत्तिः अन्यतमः गुणः. नवीनाः वदन्ति तथा नास्ति, भेदः एव पृथक्त्वं. किमर्थं? भेदेन सर्वत्र निर्वाहः भवति, अपि च केवलं प्रक्रियां दृष्ट्वा भेदः पृथक्त्वं विलक्षणं विलक्षणौ पदार्थौ इति न वक्तुं शक्यते इति नवीनाः वदन्ति इति चर्चितमासीत् गते वर्गे. सः अग्रे पुस्तकात् किञ्चित् पठेम. तर्हि सभ्यसाची महोदय पठितुम् इच्छति वा आरम्भतः? अत्र अतः एव वाच्यम् अस्तु. अतः एव वाच्यं मूर्तगतक्रियया तस्य मूर्तान्तरेण विभुना च संयोगो भवति. एवम् अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते इत्यापि अविवादम्. हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगो जायते इत्यस्यापि संयोगप्रकरणे निरूपणात्. तर्हि महोदयस्य करपत्रमासीत् इति संयोगस्य प्रसङ्गे किञ्चित् इति तत्र अपि लिखितम् आसीत्. मूर्तगतक्रियया तस्य मूर्तान्तरेण विभुना च संयोगो भवति इत्युक्ते किमस्ति इत्युक्ते हस्त एकं मूर्तद्रव्यमस्ति, पुस्तकम् अपरं मूर्तद्रव्यमस्ति इति यत्र हस्तपुस्तक संयोगः जायते कोऽपि अथवा कोऽपि एकस्मिन् मूर्तद्रव्ये काचित् क्रिया जायते इत्युक्ते तया क्रियया अन्यमूर्तद्रव्येण अपि संयोगः भवति अथवा अन्येन विभुद्रव्येण अपि संयोगः भवति. अन्यत् उदाहरणम् अत्र स्वीकुर्मः चेत् यदा हस्तपुस्तकयोः संयोगः जायते तदाधारेण शरीरपुस्तकसंयोगः अपि जायते अथवा कायपुस्तकयोः संयोगः जायते. तत्र हस्तः शरीरस्य अवयवी, तर्हि अवयवसंयोगेन अवयविनः अपि संयोगः जायते इति वयं दृष्टवन्तः पूर्वमेव. तर्हि हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगः जायते इत्यस्यापि संयोगप्रकरणे निरूपितम् इत्युक्ते संयोगः कुत्र भवति वयं दृष्टवन्तः इति कर्मजसंयोगः कर्म अन्यत् आसीत् तत्र संयोगस्य द्वैविध्यम् आसीत् खलु? किं आमामां तत् द्वैविध्यम् एकम् आसीत् कर्मजः संयोगः, द्वितीयम् आसीत् कर्मगजः, न स्मरामि तस्य नामं, संयोगजः संयोगः. कर्मजः इत्युक्ते कर्मजः संयोगः इत्युक्ते यत्र हस्तपुस्तकयोः संयोगः यदा जायते तदा कायपुस्तकसंयोगः अपि जायते इति तत् इति कर्मजसंयोगः इति वक्ता हस्तपुस्तकयोः संयोगः कर्मजसंयोगः वक्तुं शक्नुमः. तर्हि कायपुस्तकयोः संयोगः कीदृशः? संयोगजः संयोगः हस्तपुस्तकयोः कर्मजः कायपुस्तकयोः संयोगजः. तर्हि अत्र हस्तकाय अनयोः मध्ये कीदृशः भावः अस्ति? अवयव अवयवी इति सम्बन्धः अस्ति. इति सम्बन्धः अस्ति खलु. अत्र इदमपि चर्चितमासीत्, हस्ते या क्रिया अस्ति तेन एव क्रियया काये अपि संयोगः भवति वा इति, तया एव क्रियया. भवति वा न वा, उत्तरं किम् इति? न भवति, भवति चेत् तस्य नाम संयोगजः संयोगः, परन्तु वयं दृष्टवन्तः इति न, तत्र कायपुस्तकयोः संयोगः न भवति इति वक्तुं न शक्नुमः. इत्युक्ते तत्र अन्यत् उदाहरणमपि आसीत् खलु, इति कुलालः अस्ति, कुलालस्य पिता अपि अस्ति. तर्हि यद्यपि कुलालस्य पिता कुलालं प्रति कारणं, परन्तु कुलालेन निर्मितं घटं प्रति स च पिता कारणं नास्ति. तदाधारेण इति किमासीत् स्थानान्तरेण अथवा कोऽपि शब्दमहं न स्मरामि, तत् अस्ति चेत् अन्यथा सिद्धत्वम् अस्ति चेत् तत्र संयोगः न भवति. हा, समीचीनम्. अन्यथा सिद्धत्वं यथा महोदयेन उक्तं, कुलालस्य पिता यद्यपि कुलालस्य कारणं भवति, परन्तु कुलालेन निर्मितघटं प्रति अन्यथा सिद्धं भवति, इत्युक्ते साक्षात् कारणं नास्ति. तथा एव अवयवे या क्रिया अस्ति सा क्रिया अवयविनी अपि संयोगं जनयति इति न वक्तुं शक्नुमः, यतोहि अवयवगतक्रिया अवयवसंयोगम् अवयविनः संयोगं प्रति अन्यथा सिद्धा भवति. यतोहि हस्तपुस्तकसंयोगमेव जनयति सा क्रिया, कायपुस्तकसंयोगं न जनयति. हस्तपुस्तकसंयोगेन पुनः कायपुस्तकसंयोगः जायते, तादृशसम्बन्धः अस्ति. साक्षात् कारणं नास्ति, अन्यथा सिद्धा भवति अवयविनः संयोगं प्रति. तर्हि नियमः अस्ति यत् अवयवसंयोगेन अवयविनि संयोगजः संयोगः जायते इति नियमः. अवयवसंयोगेन अवयविनि संयोगः जायते इति तु सत्यं, किन्तु कीदृशः संयोगः जायते? कर्मजः अवयविनि संयोगजः संयोगः संयोगजः. हा, अवयवसंयोगेन अवयविनि संयोगजः संयोगः एव जायते, न तु कर्मजः. अस्तु, इति स्पष्टं स्यात्. एतत् सर्वं करपत्रे अस्ति, वयं जानीमः एव. सर्वम् एकवारं समग्ररीत्या परिशील्य अवगच्छामः इति आशयः तावदेव. अस्तु, सन्ध्या भगिनी अग्रे पठति वा? आं भगिनि. स च कर्मजः संयोगजः वा संयोगः अवयवकर्मणा अवयवसंयोगेन वा मूर्तान्तरे जायमानः अवयविनि तावद् न जायते इत्यवश्यं वाच्यम्. अन्यथा कपालक्रियया कपालः घटेन संयुक्तः, कपालसंयोगेन कपालः घटेन संयुक्तः इत्यस्य स्वीकारापातात्. तर्हि इदानीमेव यद् उदाहरणं दृष्टवन्तः, हस्तपुस्तकसंयोगः, अनन्तरं हस्ते क्रिया जायते अतः हस्तपुस्तकसंयोगः भवति, तेन संयोगेन कायपुस्तकसंयोगः संयोगजः संयोगः जायते इति. तर्हि सः यः कर्मजः संयोगः अस्ति हस्तपुस्तकयोः वा संयोगजः संयोगः अस्ति कायपुस्तकयोः, तेन संयोगेन तत्र अवयवकर्मणा अवयवसंयोगेन वा मूर्तान्तरे जायमानः, तर्हि अवयवे या क्रिया जायते अवयवे यः संयोगः जायते तेन तत्र अवयविनि संयोगः न जायते इति स्वीकरणीयम् इति एतद् वाक्यं वदति. यदि अपि च अत्र किञ्चित् परिशीलनं कुर्मः. पूर्वस्मिन् परिच्छेदे उक्तमासीत् संयोगजसंयोगेन अवयवसंयोगेन अवयविनि संयोगः भवति इति. अस्तु, तर्हि अत्र किञ्चित् परिशीलनीयमस्ति यद् अवयविनि केन सह संयोगः भवति. पूर्वस्मिन् परिच्छेदे संयोगः भवति इति उक्तम्, अस्मिन् परिच्छेदे तावद् न जायते इति उक्तमस्ति. तर्हि भेदः कः? तर्हि अवयवे या क्रिया अस्ति तेन अवयविनि संयोगः अन्य द्रव्येण सह न भवति इति. तेन एव कर्मणा अवयविनः संयोगः मूर्तान्तरेण न भवति इति, अन्यद्रव्येण न भवति इति. तत् समीचीनं वा? पूर्वस्मिन् परिच्छेदे खलु, पूर्वस्मिन् परिच्छेदे पश्यति चेत् तत्र हस्तः, कायः, पुस्तकं, पुस्तकम् इति मूर्तान्तरम्. अस्मिन् परिच्छेदे यद् भवती पठितवती तत्र सन्दर्भः कीदृशः? तर्हि अत्र अवयवः इति अस्ति, अनन्तरं मूर्तान्तरम् इत्युक्ते तत्र अन्यद्रव्यं यदस्ति इत्युक्ते अत्र उदाहरणमस्ति घटस्य अपि च कपालस्य. तर्हि अत्र अवयवकर्मणा इत्युक्ते कपाले यद् कर्म जायते, अनन्तरं मूर्तान्तर इत्युक्ते अत्र घटः. तर्हि तत्र मूर्तान्तरं द्रव्यं घटः इति अस्ति, भिन्नं द्रव्यम् अस्ति इति कृत्वा अत्र कपालस्य कपालघटयोः उदाहरणम् अस्ति. हा, समीचीनं भगिनि. तर्हि मूर्तान्तरे इति यत् पदमस्ति तत् कस्य विशेषणं? तदस्ति घटस्य विशेषणं. हा, घटः केन पदेन सूचितः अस्मिन् वाक्ये? सप्तमीयुक्तपदम् अन्यत् किम् अस्ति? अवयविनि इति. तर्हि अवयवी घटः अस्ति, तस्मिन् अवयविनि घटे जायमानः इत्युक्ते संयोगः. तर्हि संयोगः न तेन संयोग तत्र कपालघटयोः संयोगः न जायते इति वाक्यस्य सारांशः. समीचीनं, समीचीनं. यद्यपि पूर्वस्मिन् परिच्छेदे उक्तमासीत् यत् अवयवसंयोगेन अवयविनः संयोगः जायते, किन्तु तत्र एकः कण्डीशन् अथवा नियमः अस्ति, द्रव्यान्तरेण सह संयोगः जायते इति. परन्तु अस्मिन् वाक्ये तु कर्मजः संयोगजः वा संयोगः मूर्तान्तरे अवयविनि न जायते, यतोहि अत्र अवयवः अवयवी इति वस्तुद्वयमेव अस्ति, अवयवं प्रति अवयवी एव मूर्तान्तरं. तयोः मध्ये संयोगः जायते इति न वाच्यम् इति वदति. किमर्थं तथा न वाच्यम्? तत्र तर्हि तत्र अवयवः अनन्तरम् अवयविनि तत्र द्वयोः मध्ये संयोगः न जायते इति स्वीकरणीयमस्ति इति वदति. नो चेत् यदि तथा न वदामः, यदि न स्वीकुर्मः, तर्हि तत्र कपाले या क्रिया जायते तेन कपालः कपालघटयोः संयोगः भवति, अथवा तत्र कपालसंयोगेन तत्र कपालघटयोः संयोगः भवति. इत्युक्ते कपाले या क्रिया जायते वा कपाले यः संयोगः जायते तेन घटकपालयोः मध्ये संयोगः आगच्छति इति स्वीकरणीयं भवति. यद् यत्र आपत्तिः अस्ति, न स्वीकर्तुं शक्नुमः तथा व्यवहारः नास्ति कृत्वा. किमर्थं न स्वीकर्तुं शक्नुमः? तत्र कपालघटयोः संयोगः न भवति इति तत्र व्यवहारः अस्ति, तयोः समवायः अस्ति, समवायसम्बन्धः अस्ति, यतोहि अवयवीभावः अस्ति इति कृत्वा. हा, इति एकम्. अनन्तरं क्रियायाः विषये किम् उक्तवन्तः? तत्र क्रिया कपाले या क्रिया भवति तेन कपालः अपि च घटः द्वयोः मध्ये संयोगः भवति इत्यपि स्वीकरणीयं भवति, तदपि दोषः अस्ति तत्रापि स्वीकरणे इति. तदपि दोषपूर्णं. किमर्थम्? अवयवगतक्रिया. आम्, तर्हि अवयवगतक्रियया तत्र अवयविनी पुनः तत्र तया क्रियया संयोगः न भवति इति, तत्र अवयव अवयविनोः संयोगः न भवति इति. अवयव अवयविनोः संयोगः न भवति इति एकम्. अपरमस्ति यत् अवयवगतक्रिया अवयविनः संयोगं प्रति अन्यथा सिद्धा भवति इति चर्चितं खलु, कुलालः पिता इति उदाहरणं दत्त्वा. कर्मजः संयोगः न कदापि जायते अवयविनि. अवयविनि संयोगजः कर्म संयोगः जायते. कर्मजः संयोगः तु केवलम् अवयवे जायते. अपि च अवयवगतक्रिया अवयविनि संयोगं न जनयति, अन्यथा सिद्धा अस्ति अवयवी संयोगं प्रति इति कारणद्वयमस्ति. एकवारं यदा संयोगः भवति इति स्वीकुर्मः चेत् तदा कीदृशः संयोगः इति आगच्छति. तदा किं स्वीकरणीयं भवति? कपालगतक्रिया कपालक्रियया कपालः घटेन संयुक्तः वा इति प्रश्नः. तथा न कर्तुं शक्नुमः, यतोहि तत्तु आपत्तिः, दोषपूर्णमस्ति. तदनन्तरं तदनन्तरं भवती यदुक्तवती तत् समीचीनमेव. आम्, नाम कपालसंयोगेन कपालः घटेन संयुक्तः इति अपि दोषपूर्णः भवति, पूर्णः तर्कः भवति, यतोहि अवयव अवयविनोः मध्ये संयोगः नास्ति, समवायः एव. अस्तु भगिनि, अस्तु इति बुद्धं वा एतावत्पर्यन्तम्? आम्. तर्हि सावित्री भगिनी, आपत्तयः के के भवन्ति तयोः मध्ये? यदा कपालक्रियया कपालघटेन संयुक्तः भवति तदा आपत्तिः भवति यत् समवायसम्बन्धः निष्कास्य संयोगः भवति अवयव अवयविनोः, अपि च संयोगजः संयोगः इति वक्तुं शक्नुमः वा? कपालद्वयसंयोगेन कपालघटेन सह संयुक्तः भवति इति वदामः चेत् कपाल समीचीनं भगिनि. कपालसंयोगेन इत्युक्ते संयोगजः संयोगः, तत्तु समीचीनं खलु. संयोगजसंयोगः तु घटे भवितुम् अर्हति, परन्तु अत्र संयोगजः संयोगः केन सह भवति? कपालेन सह इति आगच्छति इति आपत्ति. तत् न सम्भवति. अपि च कपालक्रियया घटेन कपालः संयुक्तः इति स्वीक्रियते चेत् कपालगतक्रियायाः अन्यथा सिद्धत्वस्य बाधा अपि भवति. बाधा आगत्य कर्मजः संयोगः इति प्रायः वक्तुं शक्नुमः, परन्तु तथा न भवति एव. तथा न भवति एव. अतः यत्र द्रव्यद्वयमस्ति अवयव अवयवी तयोः मध्ये संयोगः न जायते इति वदति. तर्हि अस्मिन् पुटे वयं यद् पठन्तः स्मः तत्तु सिद्धान्तिनः तर्कः अस्ति. सिद्धान्ति इत्युक्ते प्राचीननैयायिकाः. पूर्वस्मिन् पुटे यत् परिच्छेदद्वयम् आसीत्, अस्य भागस्य आरम्भे परिच्छेदद्वयम् आसीत् खलु, तत्तु नवीनानां मतं, तस्मात् प्राक् प्राचीनानां मतम्. अत्र पुनः सिद्धान्तिनः अथवा प्राचीनानामेव वादः अस्ति, भेदः एव पृथक्त्वम् इति आक्षेपस्य निवारणं कर्तुम् इति मनसि स्थापयन्तु तावदेव. अस्तु, इतः अग्रे लक्ष्मी भगिनी पठति वा? भगिनी मम पूर्वस्मिन् वर्गे अपि मम प्रश्नः आसीत् यत् अतः एवं वाच्यम् इति ग्रन्थकारस्य मतम् इति अङ्गीकरोमि, परन्तु संयोगस्य विषये ये वदति सः नवीननैयायिकाः अपि ते अपि अङ्गीकुर्वन्ति इति मम सन्देहः आसीत्. सत्यं, ते अपि अङ्गी सन्देहः सत्यमपि. भवत्याः सन्देहः सत्यमपि अस्ति इति उक्तवती, इत्युक्ते सन्देहः इति नास्ति, तत्तु सत्यम्. उभयोः मनसि तादृशविचारः अस्ति यद् अवयव अवयविनोः मध्ये संयोगः न स्यात् इति. तर्हि एतत् सर्वं संयोगस्य विषये केचन विवरणानि दत्तानि अस्ति येन अस्माकम् अवगमनं जायते, परन्तु तर्हि सिद्धं न समीहितम् इति केवलं प्राचीनानां मतं खलु? तद् परन्तु तस्मात् पूर्वं यत् अस्ति द्वयोः पक्षयोः अङ्गीकारः खलु? सत्यं, संयोगस्य विषये उभयोः अङ्गीकारः अस्ति. तस्य अङ्गीकारस्य आधारेण अथवा अङ्गीकारम् अवलम्ब्य प्राचीनाः वदन्ति, भोः पश्यन्तु भवन्तः अपि अङ्गीकुर्वन्ति किल संयोगः न भवति इति. तर्हि एकवारं पृथक्त्वम् एव भेदः इति वदन्ति चेत् तत्र पुनः तदङ्गीकृत्यापि भवन्तः दोषं कुर्वन्ति इति प्रदर्शयन्तः सन्ति प्राचीनाः. अस्तु अस्तु अस्तु भगिनि. तर्हि भगिनी, तत्र अस्मिन् पुटे प्रथमपरिच्छेदद्वयम् इति द्वाभ्यामपि अङ्गीक्रियते, परन्तु अग्रे तत्र पृथगाश्रयाश्रितत्वं युतसिद्धत्वं यत् सर्वम् आगच्छति तत्तु सिद्धान्तीनाम् एव मतमस्ति. तत्र नवीनाः तु तस्य विषये किमपि न वदन्ति. सत्यं, तर्हि अनन्तरं परिच्छेदद्वयम् इति सिद्धान्तीनाम् एव मतम्. सिद्धान्तीनां विवरणम् इति वक्तुमिच्छामि. अस्तु, सम्यक्. ते किं वक्तुमिच्छन्ति? संयोगापत्तिः अस्ति अवयव अवयविनोः मध्ये इति अङ्गीकृत्य अपि कथं वा वक्तुं शक्नुमः भेदाः एव पृथक्त्वम् इति प्रदर्शयितुम् एतत् सर्वं सिद्धान्तिनः वदन्ति. परन्तु संयोग संयोगविषये उभयोः अङ्गीकारः अस्ति एव. धन्यवादः. अस्तु अस्तु, लक्ष्मी भगिनी पठति वा? कुतः एषः अवयविनी घटे नोत्पद्यते इति इशारे मूर्तयोः युतसिद्धयोः एव कर्मजः संयोगजः वा संयोगो भवति न अन्योः इति निश्चितं. कौ युतसिद्धौ? पृथक् आश्रय आश्रितौ. वृक्षः खलु स्व अवयवे स्थितः पक्षी स्व अवयवे च. उत्पन्नायां पक्षिणी पुनः क्रियायां जायते कर्मजः संयोगः. अस्तु, घटकपालयोः मध्ये संयोगः एषः इत्युक्ते अत्र संयोगः अवयविनी घटे अवयव कपालः मध्ये न उत्पद्यते. किमर्थं चेत् संयोगः पूर्वं विचारः अभवत्. संयोगः युतसिद्धयोः मूर्तयोः मध्ये एव भवति. युतसिद्धम् इत्युक्ते कर्मजसंयोगजः संयोगः युतसिद्धयोः मूर्त्योः मध्ये एव भवति, न अन्ययोः इति निश्चितम्। कौ युतसिद्धौ इत्युक्ते पृथक् आश्रय आश्रितौ इत्युक्ते पृथक् आश्रय आश्रितौ पृथक् द्वौ द्रव्यौ भिन्न आकाशस्थले ते भिन्न आकाशस्थले भिन्न आकाशस्थले भवितुम् इति भवतौ इति भवतः इति आक्षे इति इति अपेक्षा अस्ति। पृथक् आश्रय आश्रितौ इत्युक्ते भिन्नभिन्न आकाशस्थले अवश्यं हा तदपि सत्यं। तर्हि करपत्रात् एकं वाक्यं पठामि, तत् किञ्चित् जयन्ती भगिनी प्रतिपादयति वा। करपत्रे यदस्ति युतसिद्धिः नाम किं, युतसिद्धिः इत्यस्य पृथक् सिद्धिः पृथक् अवस्थितिः इत्यर्थः। सम्बन्धिनोः परस्परपरिहारेण पृथगाश्रये स्थितिः इति अर्थः। यथा भूतलघटयोः भवति युतसिद्धिः। अस्तु, युतसिद्धत्वं कुत्र भवति? यत्र द्रव्यद्वयम् अस्ति चेत् एकस्य परिहारेण अन्यत् स्वातन्त्र्येण तिष्ठति। एकं द्रव्यम् अन्यत् आधारेण न तिष्ठति। पृथक् स्थितिः अस्ति यौ तौ युतसिद्धौ इत्येव खलु। हा हा समीचीनं। यथा घटभूतलं घटभूतलं विहाय घटः कपाले अस्ति, भूतलम् इति स्वस्य आश्रयेषु वर्तते इति कृत्वा युतसिद्धिः इत्युक्ते पृथक् सिद्धिः। तत्र पृथक्तया सिद्धं भवति। इदानीं घटः अथवा वृक्षः इति स्वीक्रियते चेत् घटस्य सिद्धिः पृथक्तया भवति अथवा घटस्य निर्माणं पृथक्तया वृक्षस्य पृथक्तया। तर्हि पृथक् भवतः तौ इति युतसिद्धिः। अस्तु, इदानीं लक्ष्मी भगिनी प्रतिपादयतु युतसिद्धिः इत्युक्ते पृथक् सिद्धिः अथवा पृथक् स्थितिः इति। अत्र इतोपि गभीरचर्चा अस्ति पृथगाश्रय आश्रितौ इति, तस्य अर्थः कः इति भवती वदन्ती आसीत्। पृथक् आश्रय आश्रितौ इत्युक्ते पृथक् आश्रितौ इत्युक्ते यदि घटः वृक्षः इति स्वीकुर्मः चेत् घटः स्वस्मिन् स्वकपाले आश्रितः अस्ति, वृक्षः स्व आश्रये आश्रितः अस्ति। द्वौ द्रव्यौ पृथक् आश्रये आश्रितः पृथक् आश्रयौ आश्रितौ सन्ति, तदेव पृथक् आश्रय आश्रितौ। अपि च द्वयोः इदानीमेव उक्तं द्वयोः द्रव्ययोः सिद्धत्वमपि भिन्नभिन्न स्वातन्त्र्येण निर्माणम् अभवत् और् भवति। अन्यः अपि अस्ति, यदि घटः कपालम् आश्रित्य घटनाशपर्यन्तं कपालाश्रित्य एव तिष्ठति। घटं यदि यदि घटः भूतला संयोगः चेत् घटं भूतलं विना अपि कुत्रापि अन्यद्रव्येण संयोगः भवति एव। तयोः मध्ये स्वतन्त्रता स्वतन्त्रनिर्माणमपि च स्वतन्त्र किं वदामः अस्तित्वम् अस्तित्वम् आम् तत् सर्वं पृथक् आश्रय आश्रितौ इति पदे अन्तर्भूतः इति हा सर्वं युतसिद्धौ इत्यस्मिन् पदे अन्तर्भूतः भवति. एकं तु अस्ति पृथगाश्रयाश्रितौ यथा भवती प्रतिपादितवती. आश्रयौ आश्रयाः भिन्नाः भवन्ति. अत्र वृक्षः अपि च पक्षी उभौ अपि स्वावयवे स्थितौ भवतः. अपि च भवती एकम् उक्तवती खलु स्वनाश्यपर्यन्तम् आश्रित्य तिष्ठति इति यथा घटकपालः. तर्हि तौ कौ घटः कपालम् आश्रित्य स्वनाशपर्यन्तं तिष्ठति. अतः तत्र पारिभाषिकशब्दः कः अयुतसिद्धौ अयुतसिद्धम् समीचीनं. परन्तु युतसिद्धौ कौ इत्युक्ते ययोः आश्रयाः अन्य कोऽपि द्रव्यः पटः वृक्षः पक्षी पुस्तकम् इति एतत् सर्वं उत्पीठिका घटं विहाय ते अन्य यदि पुस्तकं स्वीकरोति चेत् पुस्तकं पृष्ठान् आश्रित्य तिष्ठति. तत्र अयुतसिद्धत्वं किन्तु पृथगाश्रयाश्रितयोः युतसिद्धत्वम् इति वार्ता. अपि च अन्तिमवाक्यमस्ति, पठति वा एकवारं? वृक्षः खलु स्व अवयवे स्थितः, पक्षी स्व अवयवे च. वृक्षः इदानीमेव उक्तं, वृक्षः स्व अवयवे स्थितः, पक्षी अपि स्व अवयवे. उत्पन्नायां पक्षिणि पुनः क्रियायां जायते कर्मजः संयोगः. उत्पन्नायां क्रियायाम् पक्षिणि पुनः कर्मजः संयोगः जायते. क्रियायां पक्षिणि उत्पन्नायां क्रियायां कर्मजः संयोगः पक्षिणि जायते. इत्युक्ते पक्षिणि अथवा पक्षिणः अवयवेषु यदा क्रिया उत्पद्यते तदा पक्षिणि कर्मजः संयोगः जायते. आम् आम् अस्तु. उत्पन्नायां क्रियायाम् इति सति सप्तमी अस्ति, तावदेव स्मारयितुम् इष्टवती. उत्पन्नायां क्रियायाम् इत्युक्ते यदा क्रिया उत्पद्यते तदा पुनः कर्मजः संयोगः जायते इति अर्थः तत्र, तावदेव. अस्तु अस्तु. तर्हि एतावत् पर्यन्तं कोऽपि प्रश्नः? भगिनि, मम स्पष्टतार्थं पृच्छामि. अत्र क्रियायां पक्षिणी उत्पन्नायां क्रियायाम् इत्युक्ते पक्षिणः अवयवेषु उत्पन्ना क्रिया इति अर्थः वा तत्र? सत्यं भगिनि, तथा एव स्यात्. क्रिया तु एकस्मिन् भागे उत्पद्यते खलु. तर्हि पक्षिणः अवयवे यदा क्रिया भवति तया क्रियया अवयवस्य अपि च अवयवी इत्युक्ते पक्षिणः कर्मजः संयोगः भवति इति अर्थः अत्र. तदेव वृक्षेण सह मूर्तान्तरेण सह कर्मजः संयोगः जायते. परन्तु संध्या भगिनी पृच्छति, तदवगच्छामि. पक्षिणी जायते इति न वक्तुं शक्नुमः. पक्षिणः अवयवे जायते कर्मजः संयोगः इति खलु भगिनि? न, अहं पूर्वं चिन्तितवती अत्र संयोगः यः अस्ति सः संयोगः पक्षीवृक्षयोः इति, परन्तु तथा नास्ति. एषः कर्मजः कर्मजः संयोगः केन एषः कर्मजः संयोगः तत्र पक्षी अनन्तरं पक्षिणः अवयवः तयोः मध्ये अस्ति, अपि च अनन्तरम् एतेन कर्मज संयोगेन संयोगजः संयोगः भवति पक्षीवृक्षयोः मध्ये, सत्यं किल? वस्तुतः पक्षिणः अवयवः अपि च पक्षी अनयोः मध्ये संयोगः न भवितुम् अर्हति एव इति पूर्वस्मिन् परिच्छेदे तर्हि यः कोऽपि संयोगः जायते पक्षिणः अवयविनि कर्मजः संयोगः एव, यतोहि अवयवः अवयवगतक्रियया कर्मजः संयोगः यज्जायते यः जायते सः मूर्तान्तरेण सह एव भवति वृक्षेण सह इति चिन्तयतु। तर्हि तर्हि पक्षिणः अवयवे इत्युक्ते पक्षिणी क्रिया इत्युक्ते पक्षिणः अवयवे क्रिया अस्ति, तेन अवयवस्य अनन्तरं वृक्षस्य कर्मजः संयोगः भवति इति अर्थः वा? सत्यम्। ओ अस्तु, तेन पक्षिणः वृक्षेण सह संयोगजः संयोगः भवति इति एव स्यात्, यद्यपि न उक्तं किन्तु तथा एव स्यात् इति। हा हा हा, इदानीं स्पष्टं भगिनि, धन्यवादः। अस्तु तर्हि अग्रे अजितः महोदय पठति वा? आं भगिनि, एवं शरीरं तरिष्व स्वावयवे स्थितौ ततः हस्तक्रियया हस्ततरसंयोगः तेन च शरीरतसंयोगः इति हि स्थितम्। एवञ्च पृथगाश्रयाश्रितयोरेव युधसिद्धयोरेव मूर्तयोः जायते उभयविधसंयोगः इत्यागतम्। तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वम्। एवं शरीरं तरिश्च स्वावयवे स्थितौ अत्र शरीरम् इत्युक्ते पक्षिणः शरीरं खलु, अथवा अन्यः कोऽपि अन्यत् किमपि भवतु पक्षिणः इति एव न, शरीरं स्वस्य शरीरमेव इति चिन्तयतु। स्वस्य शरीरं तस्य स्वावयवे स्थितौ इत्युक्ते अवयव यदा वृक्ष स्व अवयवे स्थिते एव खलु। सत्यं, वृक्षस्य स्वावयवाः इत्युक्ते शाखाः पत्राणि इत्यादि इत्यादि ततः स्वस्य अवयवे स्थितः, अपि च शरीरमपि स्वस्य अवयवे स्थितः। ततः हस्तक्रियया हस्ततरसंयोगः हस्तक्रिया हस्ततरसंयोगः तेन च शरीरतरुसंयोगः इति हि स्थितम्। इत्युक्ते आम् उदाहरणार्थं हस्ते हस्ततरुसंयोगः अस्ति चेत् तद् शरीरतरुसंयोगः इति अपि वक्तुं शक्नुमः। हा, इदानीं प्रथमतया हस्तक्रियया हस्ततरुसंयोगः इति उक्तं, सः संयोगः कीदृशः? कीदृश इत्युक्ते कर्म कर्मजघन तावदेव महोदय, कर्म इत्युक्ते क्रिया एव खलु? आं, कर्मजः संयोगः हस्तक्रियया, हस्ते या क्रिया अस्ति तया इति तृतीया विभक्ति, कारणतृतीया, तया हस्ततरुसंयोगः जायते. तर्हि क्रियया जातः अथवा कर्मणा जातः संयोगः प्रथमतया हस्ततरुसंयोगः, सः कीदृशः संयोगः? कर्मजसंयोगः. अस्तु, तेन संयोगेन पुनः किं जायते? तेन संयोगेन शरीरतरुसंयोगः जायते. शरीरतरुसंयोगः कीदृशः? कीदृश इत्युक्ते कर्मजः वा संयोगजः वा? संयोगज संयोगः संयोगजः संयोगः. किमर्थं तयोः मध्ये संयोगः भवति? किमर्थम् इत्युक्ते तयोः इत्युक्ते शरीरतरु, हा शरीरतरु अनयोः मध्ये एव संयोगः शक्यः खलु, शरीरहस्तयोः मध्ये न शक्यः. इत्युक्ते अवयव अवयविन सम्बन्धकारणं शरीरिक शरीर हस्तयोः मध्ये संयोगः न जायते, केवलं समवायः एव. अस्तु, अपि च शरीरतरु अनयोः मध्ये तादृशसम्बन्धः नास्ति, ते पृथक्तया स्वावयवे स्थितौ, अतः तयोः संयोगः इति. अस्तु अग्रे. एवञ्च पृथगाश्रयाश्रित आश्रितयोरे आश्रितयोरेव युद्धसिद्धयोरेव मूर्तयोः जायते उभयविधसंयोगः इत्यागतम्. तदनन्तरं पृथगाश्रय आश्रितयोरेव युद्धसिद्धयोरेव, युद्धसिद्धयोरेव इत्युक्ते पृथक्तया सिद्धौ, पृथक्तया सिद्धौ मूर्तयोः मूर्तयोः जायते इत्युक्ते मूर्ति यथा द्रव्याद् गुणः भविष्यति तदेव खलु. एकनिमिषः महोदय, तत्र मूर्तयोः इत्युक्ते मूर्तद्रव्ययोः इति अर्थः, तत्र गुणस्य विषयः नास्ति. अस्तु, द्रव्यस्य कीदृशयोः मध्ये, कीदृशयोः द्रव्ययोः मध्ये जायते संयोगः, उभयविधसंयोगः कीदृशयोः मध्ये? पृथगाश्रयाश्रित पृथगाश्रयाश्रितयोः युतसिद्धयोः मध्ये जायते. जायते. तर्हि अनेन किं सिद्ध्यति? अनेन गुणान्तरं पृथक्त्वम् इति सिद्ध्यति. सिद्ध्यति. अस्तु, तर्हि अन्तिमवाक्ये उक्तं यत् तर्हि सिद्धम् इत्युक्ते अनेन सिद्धं यत् समीहितम् अस्माभिः इष्टं गुणान्तरं पृथक्त्वम्. इदं वाक्यं प्राचीनाः कथं समर्थयन्ति इत्युक्ते पृथगाश्रय आश्रितयोः मध्ये एव जायते इति उक्त्वा कथं समर्थयन्ति इति किमपि चिन्तनमस्ति वा? जयन्ती भगिनि. आं भगिनि, प्राचीनाः वदन्ति यत् संयोगः संयोगः कुत्र कुत्र जायते, पृथग् आश्रय आश्रय आश्रितयो पृथग् आश्रय आश्रितयोर्मध्ये आश्रितयोः रेव संयोगः जायते. तर्हि संयोगस्य संयोगः सम्पन्नः संयोगः सम्पन्नः भवति यदा पृथगाश्रय आश्रितत्वम् अस्ति. यदा पृथगाश्रय आश्रितत्वम् अस्ति तर्हि कोऽपि गुणः अस्ति पृथक्त्वम् इति नाम्ना कोऽपि गुणः अस्ति येन संयोगः जायते द्रव्ययोर्मध्ये पृथक् पृथक् द्रव्ययोर्मध्ये. परन्तु भेदविषये तथा न, यदा वयं वक्तुं शक्नुमः यत् घटः कपालात् भिन्नः इति, परन्तु तत्र भेदस्य कारणेन तयोः संयोगः जायते इति वक्तुं न शक्नुमः. संयोगस्य वर्णनं केवलं पृथक्त्वम् इति पदार्थेन एव भवति. अतः एव पृथक्त्वस्य आवश्यकता तमेव ते साधयन्ति. पृथक्त्वम् इति कोऽपि गुणः भवेत् येन संयोगः सम्भवति द्रव्यद्वयोः मध्ये इति. समीचीनं भगिनि. तर्हि यथा भगिन्या उक्तं घटः कपालः अनयोः मध्ये भेदः अस्ति एव, यतोहि भेदः सर्वपदार्थवृत्तिः. घटं प्रति कपालः भिन्नः, कपालं प्रति घटः भिन्नः. तर्हि पृथगाश्रयाश्रितयोः इत्यस्य स्थाने किं भिन्नाश्रयाश्रितयोः इति स्थापयामश्चेत् तत्र आपत्तिः किं भवति तदा? द्वयोः मध्ये संयोगः भवति. हा, कपालघटयोः मध्ये भिन्नाश्रयाश्रितत्वस्य आधारेण संयोगः सम्भवति इति आपत्तिः आगच्छति. अतः तैः प्रदर्शितं यत् पृथगाश्रय आश्रितत्वम् इति कश्चन स्वभावः अथवा धर्मः स्यात्. तेन आधारेण एव संयोगः सम्भवति, अपि च तद् साधकं संयोगसाधकं गुणः पृथक्त्वम्. अतः तैः उक्तं तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वम् इति. वस्तुतः पृथगाश्रय आश्रितयो आश्रितौ इत्यस्य वर्णनं कथम् आसीत् करपत्रे, कोऽपि वदति वा? पृथग्यौ आश्रयौ तौ आश्रितौ पृथगाश्रय आश्रितौ पृथक्त्ववन्तौ यौ आश्रयौ तौ आश्रितौ पृथक्त्ववन्तौ आश्रयौ तौ आश्रितौ पृथक्त्ववन्तौ इत्यनेन किं सूचितमस्ति? तत् कस्य विशेषणमस्ति पृथक्त्ववन्तौ इति? आश्रयौ इत्यस्य. समीचीनम्. आश्रयौ इत्यस्य अस्ति पृथक्त्ववन्तौ आश्रयौ इत्यस्य, यथा उन्नतः बालकः औन्नत्यम् इति बालके. तर्हि अत्र किम् अस्ति आश्रये? यथा उन्नतः बालकः इति इत्यस्मिन् ज्ञाने औन्नत्यं बालके अस्ति इति साधितं भवति खलु, औन्नत्यम् इति कश्चन गुणः. तथैव पृथक्त्ववन्तौ आश्रयौ इत्यस्मिन् शब्दप्रयोगे किं कुत्र अस्ति? हा, आश्रये पृथक्त्वम् अस्ति, तदर्थम् आश्रयः पृथक्त्ववान्, द्विवचने पृथक्तवन्तौ. तेन आधारेण ते वदन्ति यत् आश्रये पृथक्त्वम् इति अस्ति, तदर्थं पृथगाश्रयाश्रितत्वं सिद्ध्यति, तयोः मध्ये एव संयोगः भवति इति सर्वं कृत्वा गुणान्तरं पृथक्त्वम् अथवा अन्यतमः गुणः पृथक्त्वम् इति आवश्यकमेव इति प्राचीनानां वादः उच्यता. भगिनि अपि च मूर्तयोः इति लिखितमस्ति, मूर्तयोः इत्युक्ते द्रव्यमेव, तदर्थं गुणः एव भवतु इति किल? समीचीनं, तदपि अस्ति. तयोः मध्ये गुणः द्रव्ये एव अस्ति, अतः मूर्तयोः पृथक्त्वाश्रयाश्रितयोः युतसिद्धयोः इत्यादिकम् उक्तम्. अस्तु, इति स्पष्टं स्यात्. अग्रे सरेम तर्हि. सरला भगिनी अग्रे पठति वा? आं भगिनि. कथम् उच्यते पृथक् आश्रय आश्रित्वावित्तस्य पृथक्तवन्तौ यौ आश्रयौ तदाश्रितौ इत्यर्थः. तादृशयो वृक्ष पक्षिणोः जायते संयोग एव संयोगज संयोगे अपि. इदानीं भवती प्रतिपादयति पृथक्तवन्तौ इत्युक्ते यस्मिन् पृथक्त्वम् अस्ति त पृथक्तवत् अस्ति, अस्य द्वौ द्रव्योः पृथक्तवन्तौ भवति, तस्य द्वौ द्रव्योः भिन्न आश्रयाश्रितं स्थितौ तयोः मध्ये संयोगः भवति. यथा वृक्षपक्षिणो, वृक्ष स्वस्मिन् अव्यये आश्रित अव्यये आश्रय वृक्ष स्वस्मिन् अव्यये आश्रितौ अस्ति, पक्षिणः स्वस्मिन् अव्यवे आश्रितः अस्ति, तयोः मध्ये संयोगः भवति, तत् कर्मजसंयोगः, तस्य कारणे संयोगजसंयोगः अपि भवति. समीचीनं, इदं तु स्पष्टं स्यात्. पृथक्तवन्तौ यौ आश्रयौ इति चर्चितवन्तः. यथा कपालः इदानीं घटः पटः अथवा घटः पटः इति स्वीकुर्मः, अस्तु, घटस्य आश्रयः कः? घटस्य आश्रय कपाल, पटस्य आश्रय तन्तु. तर्हि तर्हि अत्र पृथक्तवन्तौ कौ? पृथक्तवन्तौ घट कपाल घटपट. चिन्तयतु, आश्रयौ आश्रयौ पृथक्त्व आश्रयौ ओ कपाल इव तन्तु. समीचीनम्. अवयव पृथक्तवन्तौ भवति. अवयवौ पृथक्तवन्तौ आश्रयौ. तदाश्रितौ कौ? तदाश्रितौ घटपटौ. तयोः मध्ये एव संयोगः सम्भवति इति उक्तमत्र. अस्तु, अग्रिमपरिच्छेदे प्रथमवाक्यमपि भवती एव पठित्वा प्रतिपादयतु, समानः एव विषयः. कपालभूतलयोः पृथक् आश्रय आश्रितत्वेन तयोः संयोगसम्भवे अपि घटकपालयोः तथा विधत्वभावात् न तयोः कर्मजसंयोगजसंयोग उत्पत्तिः. कपालभूतलयोः पृथक् आश्रय आश्रितत्वेन तयोः संयोगसम्भवे अपि. एतत् प्रथमं प्रद्यामि. कपाल भूतलयो द्वयोः पृथक् आश्रय आश्रितव अस्ति कपाल, तस्य आश्रयकपालिका भूतलयो, तस्य आश्रय मृत्यु एतत् भूमि किमपि भवति द्वयोः पृथक् आश्रयो अस्ति, तर्हि द्वयोः मध्ये संयोगः भवति सम्भवति. घटकपालयोः तथा विधि अभावात् घटकपालयोः पृथक् आश्रय आश्रितो नास्ति, द्वयोः मध्ये एकदेशसमानस्थितिः भवति घटकपालयोः, तस्य कारणे तयोः मध्ये कर्मजसंयोग तस्य आपत्ति भवति. तयोः मध्ये कर्मज वा संयोगसंयोगोत्पत्तिः न भवति. न भवति. अस्तु, इदं तु तर्हि स्पष्टं स्यात्. इतः अग्रे आपादनद्वयम् इति यद्वयं चर्चितवन्तः तस्य उल्लेखः अस्ति. भव्या भगिनी पठितुम् इच्छति वा? आं भगिनि. न च गुणरूपस्य ततः आरभ्यते, न च गुणरूपस्य तस्य रूपादिव मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् भूतलावधिकत्वस्यैव कपालावधिकत्वस्यापि आवश्यकत्वात् तद्दोषतावस्थमिति वाच्यम्. अस्मिन् वाक्ये आपादनद्वयम् अन्तर्भूतमस्ति. तर्हि आपादनद्वयं किम्? एकमस्ति द्वितीयमानक्षणे जायते गुणरूपं, गुणः द्वितीयक्षणे जायते तस्य. तर्हि रूपं यथा अस्ति तथा एव यथा गुणः अस्ति रूपवत् द्वितीयक्षणे जायमानस्य जायते, तर्हि कथं वा जायते इति. द्वितीयमस्ति नियतावधिक. अस्तु, प्रारम्भतः किञ्चित् परिशीलयामः. तत्र वस्तुतः न च गुणरूपस्य तस्य इति उक्तं. तस्य इत्युक्ते कस्य? पृथक्त्वस्य इति वा? पृथक्त्वस्य, हा हा, सत्यं. न च गुणरूपस्य तस्य इत्युक्ते पृथक्त्वस्य. तस्य पदस्य अन्वयः गुणान्तरं पृथक्त्वम् इति अस्ति खलु स्थूलाक्षरे, तत्र अस्ति. न च गुणरूपस्य तस्य पृथक्त्वस्य किम्? रूपादिवत् मूर्तोत्पत्तेक्षे द्वितीयक्षणे जायमानस्य इति अस्ति. तर्हि यथा रूपम् अस्ति तथा एव द्वितीयक्षणे जायते पृथक्त्वम् इति तत्र उक्तम्. तर्हि नियतावधिकत्वे मानभावात् इत्युक्ते यत्र गुणमिति वर्णयामः तत्र अवधिकत्वं नियतावधिकत्वं कुत्रचित् अपि न प्रयुज्यते इति खलु? हा, सत्यं सत्यं. पृथक्त्वे एव नियतावधिकत्वेन प्रयुज्यते. तर्हि मानाभावात्, हा मानाभावात् इत्युक्ते अस्तु, प्रथमतया एवं कुर्मः. न च इति पदस्य अन्वयः कुत्र अस्ति? कोऽपि साहाय्यं करोति? न च इत्यस्य अन्वयः वाच्यम् इत्यनेन सह. न च अपि च वाच्यम् अनयोः मध्ये यत्किमपि अस्ति दट् कोट्स् मध्ये स्थापयति चेत् तद् पूर्वपक्षिणः आपादनं स्यात्. न च इत्यस्मात् आरभ्य वाच्यं पर्यन्तम् एतत्तु सिद्धान्तिनः वाक्यं. सिद्धान्तिनः तेषामेव स्वस्य वाक्ये पूर्वपक्षिणः आपादनद्वयम् उत्थापयन्ति. तद् आपादनं किं स्यात्? प्रथम आपादनं किं स्यात् इति कोऽपि वदति वा? सावित्री भगिनी, सावित्री भगिनी प्रथम आपादनं वदिष्यति, सरला भगिनी द्वितीयम्. अस्तु, इतः पूर्वं कोऽपि रूप कोऽपि गुणः न परिशीलितः यत् नियतावधिकः आसीत् रसरूपगन्ध इत्यादयः. अत्र पृथक्त्वं नियतावधिकम् अस्ति. इत्युक्ते यत्र यत्र तस्य प्रत्ययः जायते यथा गतः पटात् पृथक् इति तत्र सर्वत्र पृथक् इति अथवा अवधि भासते एव तदर्थं तत् नियतावधिकः इति उच्यते. इतः पूर्वं कोऽपि गुणः नियतावधिकः न आसीत् परन्तु भेदः नियतावधिकः आसीत् तदर्थं नूतननैयायिकाः वदन्ति ते न अङ्गीकुर्वन्ति पृथक्त्वम् इति नियतावधिकः गुणः इति प्रथमापादनम्. सत्यं तर्हि प्रथम आपादनम् अस्ति रूपादिवत् इत्यस्मात् आरभ्य मानाभावात् इति पर्यन्तं नूतनानाम् अथवा पूर्वपक्षिणां प्रथमम् आपादनम् तथा नास्ति. मानाभावः इत्युक्ते अनङ्गीकारः न मन्यते इति. किमर्थं न मन्यते? कुत्रचित् अन्यगुणस्य नियतावधिकत्वं न वर्तते तर्हि किमर्थं पृथक्त्वे नियतावधिकत्वम् अस्ति चेत् प्रायः गुणः न भवितुम् अर्हति. अनन्तरमस्ति यत्र भूतल अवधिकत्वम् अस्ति तथा एव कपाल अवधिकत्वम् अपि स्यात् इति तेषाम् आवश्यकं भवति इति तेषां मतं. किमर्थं तथा वदन्ति? तेषां मनसि किं स्यात् तर्हि? ते युतसिद्धत्वम् अयुतसिद्धत्वम् इति तेषां चिन्तनं नास्ति अत्र. अतः यत्र भूतलवधिकत्वम् अस्ति तर्हि निखिलावधिकत्वम् इति मत्वा वदन्ति. यत्र भूतलावधिकत्वम् अस्ति तर्हि कपालावधिकत्वम् अपि भवतु इति आवश्यकं भवति इति ते वदन्ति. निखिलावधिकत्वम् इति विषये चिन्तयित्वा वदन्ति. किं तत्तु निखिलावधिकत्वं नियतावधिकत्वं नास्ति, भिन्नम् अस्ति इति महोदयस्य कर्तव्ये आसीत्. सत्यं. तर्हि यथा नियतावधिकत्वं तथा निखिलावधिकत्वम् अपि भवतु इति मत्वा भूतलावधिकत्वम् अपि स्यात् इति पूर्वपक्षिणाम् आपादनं भवति. क्षम्यतां, कपालावधिकत्वमपि स्यात्. अस्तु, तर्हि कपालावधिकत्वमपि स्यात् इत्यस्य वदनेन कः दोषः आयाति? निखिलावधिकत्वम् इति दोषः आयाति. पृथक् अयुतसिद्धत्वयोः संयोगः भवेत् एव कपालावधिकत्वं भवितुम् अर्हति. परन्तु तत्तु दोषः खलु. कपालावधिकत्वस्य स्वीकारेण कपालघटयोः मध्ये पृथक्त्वम् अस्ति, कपालः अवधिः इति आगच्छति. अस्तु, पृथक्त्वम् अस्ति चेत् युतसिद्धत्वं, युतसिद्धत्वम् अस्ति चेत् संयोगः इति पुनः सः एव दोषः आगच्छति. तद्दोष तादवस्त्यम् इति पदेन सूचितम् इति स्पष्टं स्यात्. अस्तु, तर्हि पूर्वपक्षिणाम् आपादनद्वयं चर्चयित्वा वर्गः समापितः आसीत् इति चिन्तयामि खलु सावित्री भगिनी, जयन्ती भगिनी? आं भगिनि, बहु चर्चा जाता तत्र. आमां, श्रुतवती. सत्यं. तर्हि अत्र कोऽपि प्रश्नः अस्ति वा? अस्तु, नो चेत् विरमामः. शुभरात्रिः. धन्यवादः. धन्यवादः. धन्यवादः.